नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र लुङ्लकारः कर्मणि भावे च इति पाठः अनुवर्तते। तत्र वयम् अधुपदमकारान्तदातवः इति दृष्टवन्तः पूर्वं, तदेव तस्मादेव पुनः वयं चिन्तनं कुर्मः। एतावत् पठितवन्तः वा तत्र रिविशन् वर्गे? न भगिनि, वयम् आरम्भात् कृतवन्तः, तत्र आरम्भात् तत्र केचन अभ्यासम् एतदारभ्य कुर्मः वा पुनः पूर्वं यत् पठितवन्तः तत् कुर्मः वा? कर्तुं शक्यते भवती, उषा भगिनि भगिनि आरम्भात् केम् अप् टु गुह् बुह् दातु। नो, मम प्रश्नः तद् तस्मात् कुर्मः वा यद् वयं तत्र गत कक्षाद्वयं पूर्वम् अधुपद न न आम् अधुपदमकारान्तदातवः इति कृतवन्तः, तस्मात् कुर्मः वा? If you want to revise, we will do it. I have no issue. Yeah, we'll go back. We'll go to the earlier lessons, Bhagini. Sorry. Shamyatam, Bhagini. Guh. Bhagini, nama prashna asi dekah. Am chintitavan. Tatra, kimartnam mahodena tatra, kalu tatra ksa atava sikiti pratya vikarana pratya asti kalu. किमर्थं तत्र यथा सार्वधातुकप्रकरणे वयम् अङ्गं साधितवन्तः, अनन्तरं यत् भवति विकरणप्रत्ययमेलनं भवति, तत्र अनन्तरं तद् अङ्गं भवति, अनन्तरं योजनं प्रत्ययस्य योजनं, तत्तु सुलभः भवति अस्माकं, मम तदेव आसीत्, किञ्चित् क्लेशः भवति इदानीं यथा इदानीं स्ता सातां सत इति तदपेक्षया तत्र सका स इति प्रत्ययः अस्ति, अतः क्स इति प्रत्ययः अथवा सिच् इति प्रत्ययः अस्ति, मेरलेन यद् अङ्गं भवति, अनन्तरं यत् प्रत्ययः भवति तत् सुलभः भवति इति अहं वयं गतकक्षाद्वये द्वये अपि तादृशं कृतवन्तः, किञ्चित् मम कृते सुलभः अभवत्, अतः किमर्थं तत्र महोदयेन तत् तादृशं कृतवान्? प्रायः तत्र मम चिन्तनं, महोदयेन किमपि न उक्तं, परन्तु अहं चिन्तयामि तत्र प्रायः तत्र पक्षद्वयम् अस्ति किल, अतः तः तादृशं साताम् इति एकस्मिन् पक्षे, इशाताम् इति द्वितीयस्मिन् पक्षे तत्र सिद्धरूपेण दत्तवान्, अनन्तरं वयं केवलं योजनं कुर्मः इति प्रायः। किमर्थमिति चेत् यदि सकारान्तप्रत्ययं योजयामः तत्र केचन कार्याणि सन्धिकार्याणि भवन्ति खलु, अथवा सकारनिमित्तीकृत्य कोऽपि अग्रे अस्ति चेत् सकारस्य लोपः भवति, तत् सुलभः भवति इदानीम् अङ्गं साधयामः चेत्, तत्र तादृश आसीत् इदानीं तत्र कुत्रचित् तत्र तकारादिप्रत्यये परे तत्र सिच् इत्यस्य लोपः भवति इति तादृश सुलभः भवति इदानीं यदि यदि योजयित्वा कृतं चेत् क्लेशः भवति इति चिन्तितवन्तः, तादृशं प्रायः मातुः मार्गः एतादृशं भवेत् किल, तस्य सार्वधिकप्रकरणे तादृशं नास्ति आसीत् खलु, तत्र अङ्गम् अस्ति, अङ्गमनन्तरं तत्र योजितवती, अनन्तरं गणभेदः आसीत् किल, तत्र वयं तादृशं कर्तुमेव न शक्नुमः, तत्र गणभेदः आसीत्, अतः भुआदिगणे तु विकरणप्रत्ययः पृथक् रूपेण, तत्र तत्रापि समूहद्वयम् इति विभजनं कृतवन्तः किल, तत्र द्वितीयसमूहे केचन भेदाः अपि तिङन्तेषु आगतं, तत्सर्वम् अत्र नास्ति, अत्र केवलं साताम् इति अस्ति वा इशाताम् इति अस्ति वा, तदेव भेदः, इति तु समानमेव अस्ति, परन्तु साताम् इति अस्ति वा इशाताम् इति अस्ति वा, सेट् वा प्रथमं चिन्वत् वा चिन्वत् पक्षे अपक्षे इति चिन्तनं, तत् अनन्तरं यदा वयम् अग्रे अग्रे सरामः तत्र सेट् वा अनिट् वा इति चिन्तनं तावदेव, अतः सः प्रत्ययः तत्रापि सेट् चिन्वत् पक्षे अपक्षे इति अस्ति चेदपि साताम् इशाताम् अस्ति, सेट् वा अनिट् वा इति अस्ति चेदपि तत्र साताम् इशातां कामन् एव पाटर्न् अस्ति किल, तत्र योजनीयमेव धातुः, अनन्तरं कार्यं यत् किमपि धातु आधारीकृत्य यत्किमपि कार्यमस्ति चेत् तद् कृत्वा केवलं योजना. प्रायः तादृशं मातुः चिन्तनं सिद्धान्तकौमुद्यां किम् अस्ति इति अहं तु न जानामि. प्रायः तत्र यद् भवान् उक्तवान् तादृशम् अङ्गं साधयित्वा सिद्धान्तकौमुदी न पठितवान्, परन्तु एतत् मम कृते यथा सा वै सा मयि अस्ति, इदानीं स इति स इति प्रत्ययस्येन इदानीम् अदन्तभङ्गं भवति, अनन्तरं तत्र दीर्घः भवति इति अस्माकं मनसि भवति, अन्यथा किमर्थं तत् सावहि इति इदानीं तत्र यदा हलन्त हलन्तधातुः अस्ति, इदानीं सावहि कथं वा भवति दीर्घः भवति इति तत्र क्लेशः भवति अतो दीर्घो ये इत्यनेन येन भवति खलु अङ्गम् अङ्गम् चेत् एव भवति खलु अङ्गम् अङ्गं भवति चेदेव दीर्घः भवति खलु अतो दीर्घो तादृश प्रायः एतादृशमेव इति अहं चिन्तयामि. न जाने परन्तु सः न प्रायः न उक्तवान्, परन्तु तत्र कामन् अस्ति इति कृत्वा यदा तस्याः मार्गः तदेव प्रायः स्वीकृतवान्. तस्य पुस्तके पश्यामः चेत् प्रायः भवति, मम पार्श्वे तु इदानीं नास्ति, तद् सहजबोध इति पुस्तकम् अस्ति किल तस्य, तत्र प्रायः तत्र भवेत्. तस्याः मार्गः एव एतद् गणविभाग, तत्र समूहविभागः अपि प्रथमसमूहः अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति चिन्तनं सर्वं तस्याः मार्गः एव. अन्यत्र सर्वत्र तादृशं चिन्तनमेव नास्ति किल, गण अथवा लकारचिन्तनमपि लट् लिट् यदा तत्र अष्टाध्यायी मध्ये अस्ति तादृशमेव ते कुर्मः किल. प्रथमं टित् टकारः यस्य अन्ते अस्ति तादृशलकारः, अनन्तरं लङ् लुङ् इति तत्र प्रायः तस्याः मार्गे तादृशं साताम् इति स्वीकृत्य ईशाताम् इति सरलम् इति चिन्तयित्वा सम्यक् सूत्राणि सम्यक् भवेत्, प्रक्रिया सम्यक् भवेत्, रूपं साधयामः चेत् समीचीनमेव किल. तत्र यदा वयं अन्यदस्ति सि इति प्रत्यय, सि इति प्रत्यय तत्र उत्तमपुरुषे एकवचने स इति योग इ इति खलु से भवति. महोदयेन तत् किमर्थं न दत्तमस्ति, तत् एकं सूत्रमस्ति खलु, किमस्ति भगिनि उषा भगिनी दत्तवती तत् कस्य अचि अचि इति काचि इति कस्य अचि क्षस्य अचि इति स इति पश्यतु भगिनि प्रथमपुरुषे विहाय सिङ्ग् तत्र इदानीं तत्र सा प्रत्ययस्य ई साताम् सन्त सथाः साताम् सद्वं स्वं सद्वं सि इति अस्ति खलु, सा योग ई खलु आत्मनेपदी सायोग ई कथं वा सि इति अभवत् इति वयं चिन्तितवन्तः. अनन्तरं उषा भगिनी तत्र प्रेषितवती तत्र सि इति भवति सा प्रत्ययपरे अचि परे तत्र परडु किमस्ति तत्र अकारलोपः भवति वा अथवा परलोपः भवति वा किमस्ति भगिनि अकारलोपः भवति अकारलोपः भवति इति पुनः वदतु भगिनि सूत्रं किम् इक्षस्य अचि भगिनि अष्टाध्यायी सेवन् वन् आर् सेवन् द नेक्स्ट् सूत्र वि डिड् महोदय इट् कम्स् अस् अनुवृत्ति ककार सकार सेवेन् त्री सेवेण्टि टु सेवेन् त्री सेवेण्टि टु अङ्गस्य लोपः भवति इति अस्ति अत्र स इति प्रत्ययः खलु स इति अस्ति इदानीं अङ्गं भवति स इति अङ्गम् अकारान्त अङ्गं भवति अकारान्त स इति योजनेन तत् अकारान्त अङ्गं भवति अङ्गस्य लोपः भवति अचि परे इति अचि परे इति स इति प्रत्ययः खलु तत्र अङ्गं भवति खलु तत् धातुः यद् यत्किमपि धातुः अस्ति इदानीम् अकृष् अकृष् इति अस्ति खलु तत्र अकृष् अकृष इति भवति अकृषयोग इ इति अस्ति अक्रोशि इति भवेत् खलु तत्र गुणः भवति चेत् अकृषि इति भवति कृषिधातोः रूपाणि किं वदति सूत्रम् इति क्ष इति प्रत्ययः भवति खलु भगिनी तत्र स इति क्ष इति प्रत्ययः स एव अवशिष्यते सकारः स इति अवशिष्यते खलु कृषियोग स इति अस्ति खलु तत्र कृषियोग स कृक्ष इति भवति अकृक्ष इति अकृक्षयोग इ तत्र अकारः अस्ति खलु अकृक्ष इति अङ्गं खलु अनन्तरम् इ इति खलु अतः अकृषि इति भवति तत्र उदाहरणमस्ति अदुक्षाताम् अदुक्षाताम् अदुक्षि अभिक्षि अदुक्षि तत्र सर्वत्र अदुक्ष खलु अधुयोग स अदुक्ष इति भवति अदुक्षयोग इ अदुक्षि इति भवति तत्र ख स इति अस्ति तस्य ककारस्य लोपः ककारलोपः स इति प्रत्ययः खलु तत्र क्ष इति प्रत्ययः खलु स इति प्रत्ययः विकारप्रत्ययः सकार अकारः अस्ति तस्मिन् अतः अकृषि अथवा यदि यदि किमपि तदा कोऽपि अन्नदातुः अस्ति किं दातुः अस्ति तत्र अदुक्ष अधुयोग इदानीम् अहं वदामि अधुयोग इ इति अस्ति अधुयोग हि इति अस्ति खलु अत्र होडः इत्यनेन तत्र किं भवति तत्र होडः इत्यनेन हा दत्त्वं भवति दादे धातोः गः खलु क्षम्यतां दादे धातोः गः खलु घ इति खलु अनन्तरं बष्बः भवति अधुग् इति भवति अधुग् इदानीं तत्र ककारः क्षम्यता अधुग् योग सि इति खलु अधुग् योग अधुग् योग स अधुयोग स इति खलु षडोकः सि इत्यनेन तत्र अनन्तरं सारि क्षम्यतां तत्र कुत्वं भवति तत्र आदेशपत्य इत्यनेन कुत्वम् अदुक्ष इति भवति अदुक्ष इति अङ्गम् इदानीम् अदुक्ष योग इ इदानीम् ओ अकार इकारः अस्ति इति कृत्वा गुणः भवति खलु गुणः भवेत् खलु अदुक्षे इति भवेत् न भवति अदुक्षि इति भवति अत्र अकारस्य क्षाचि इति वदति अङ्गस्य लोपः भवति इति अलोन्तस्य इत्यनेन तत्र अकारस्य लोपः भवति अतः सि इति तत्र अदुक्षि इति भवति तत् अत एव महोदयेन तत्र तादृश तत्र किं कृतवान् तत्र न तद् परन्तु महोदय इक्षस्य अचि कंसस् अनुवृत्ति टु द नेक्स्ट् सूत्र लुग्वा दुह दिह लिह गुहा आत्मने पदे दन्त्ये दन्त्ये अपि तत्रापि सकारस्य लोपः भवितुम् अर्हति इदानीम् अदुक्षु अदुक्षु सारि अधुयोगता इति अस्ति खलु अधुयोगता इति अस्ति तत्र अधुयोगता इति अस्मिन् तदे दत्तः अधुक् अधुग् अधुक् योगताः क्षम्यताम् अधुस् योगता इति अस्ति सकारस्य लोपः भवति दन्ति इत्यनेन कर्त्रार्थे अपि सि एव अस्ति किल कर्त्रार्थे अपि सि एव अस्ति कर्मण्यार्थे अपि तदेव अस्ति समीचीनं परन्तु ककारः कुत्र विकरणप्रत्ययः खलु भगिनि तत्र स इति आम् स इत्येव विकरणप्रत्ययः किल ककारस्य लोपः भवति स इति प्रत्ययः न सिच् नास्ति तत्र क्ष इति तत्र विशेषसूत्रमस्ति खलु तत्र किमस्ति तत्र शलन्त इगुपदधातु अनिट् दातवः ते तत्र लुग्वा दुह लिह इति आत्मने तद् तु अपि च सकारस्य विकल्पेन लोपः भवति दन्त्ये तत्र लुग्वा दुह दिह गुह इति त्रिषु प्रत्ययस्य लुग्वा सत्यं सत्यं दन्त्ये अतः अदुः योग स इति अस्ति खलु अनन्तरं थ इति अस्ति तत्र लोपः भवति अदुः योग था इति अस्ति अनन्तरं तत्र अदुः योग था इति अस्ति तत्र हकारस्य घकारः अनन्तरं जस ततोदोदः इत्यनेन धकारः खलु अदुग् स इकित् अतः ङिति च इत्यनेन गुणनिषेधः चिन्न कित् ङित् न ङित् तस्मिन् परे गुणनिषेधः नास्ति तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः भवति अस्तु अस्तु अस्तु तत् तदेव तत्र पूर्वसूत्रम् अस्ति वा समीचीनम् प्रायः तत्र तत् सिद्धरूपं दत्तवान् इति कृत्वा तद् प्रायः न योजितम् आमां सिद्धरूपं दत्तमस्ति अतः न योजितमस्ति तत्रापि अङ्गं दीर्घं सावहि सामहि अत्रापि सिद्धरूपं कृतवान् तत्र स इति भवति अनन्तरम् आवहि अदन्तमङ्गं भवति अनन्तरं एव भवति इति अतः तत्र सा स्याचि इति अङ्गम् इति अस्ति खलु तत्र अतः अङ्गस्य अतः तत्र किञ्चित् अङ्गं भवति चेत् सुलभः भवति इति अहं चिन्तितवान् न जानामि कोऽपि तत्र क्लेशः भवति वा इति मम कृते क्लेशः अभवत् अतः एतदेव सुलभः अहं चिन्तितवान् तत्र समीचीनम् कियत् पर्यन्तम् उक्तवती भगिनी गुह् वा गुह् ऐ थिङ्क् वि फिनिश् दट् गुह् वि फिनिश् जस्ट् बिफोर् दि आकारान्त दातु भगिनी जस्ट् बिफोर् दि आकारान्त दातवः सियसिच् सियु टासिषु अण्ड पूर्वात् तत् सूत्रस्य पूर्वं गुह् न न एतत् गुह् दातु अनित् पक्षे अगोहि गुक्षातां गुक्षन्त तदेव किल भवती उक्तवती इदानीं तद् अभवत् कर्त्रार्थे अनिच् प्रत्ययेन निष्पन्नाः आत्मनेपदि पदसंज्ञप्रत्ययाः इमे तस्मात् पठामः वा अस्तु तदपि कर्मणि इत्येव पठामः कर्तरि तु न भवति किल कर्मणि एव पठामः कर्मणि भावे च कर्तृवाचक सिच् प्रत्ययः महोदय भवान् एव पठ नमस्ते भगिनि क्षम्यतां नमस्ते नमस्ते भगिनि तत्र अस्तु कर्मणि भावे कर्मणि भावे च कर्तृवाचक सिच् प्रत्ययेभ्यः तावान् एव भेदः एकं यत् यत् परत्वपुरुषे एकवचने चिन् भावकर्मणोः इत्यनेन चिन् आदेश चिणो लुक् इत्यनेन चिण् इत्तरस्य तशब्दस्य लुक् भवति कर्मणि भावे च प्रथमपुरुषम् एकवचनं विहाय सर्वे तिङ्प्रत्यय कर्तृत्वे यथा भवन्ति तथैव इति अस्ति इति अस्ति कर्मणि भावे अनिट् सिच् प्रत्यय निष्पन्नः आत्मसंज्ञक इमे यथा वयं दृष्टवन्तः उपरि दत्तमस्ति सता स्ता सातां सता स्ताः सातां द्वं सि स्वहि स्महि इति अत्र इ इति भवति इति वयं दृष्टवन्तः चिन् चिन् भावकर्मणो इत्यनन्तरं तत्र चिनो लुक् इत्यनेन इ इति भवति सातां सत स्थाः सातां द्वं सि स्वहि महि स्महि इति तत्र सिच् प्रत्ययेन उत्पन्न अतः तत्र महोदय यदा विकरणप्रत्ययः सकारः सिच् किल सिच् इत्युक्ते सकारः एव अवशिष्यते सा योगः आतां साताम् इत्येव अभवत् किल तत्र किमपि नास्ति केवलं तत्र उत्तमपुरुष एकवचने एव सा इत्येव अत्र अन्यत् दन्ति भवति कुत्रचित् हा तत् नास्ति क्षम्यतां तत् दन्ति नास्ति तत् नास्ति सत्यं तत् तत् दन्त्यवर्णः नास्ति वा तद् तद् नास्ति अत्र क्ष प्रत्यय अत्र नास्ति खलु स इति नास्ति खलु इति सिच् अस्ति खलु तत्र भवति तत् अनिट् शलन्त अनिप् अनिट् तेषामेव स्वकी स्मकी इत्यत्र किम् अभवत् कुत्र सु इति खलु किमपि सु योगवहि अस्ति खलु सु योगवहि अचि नास्ति खलु अतः स्वहि स्महि किमपि नास्ति तत्र एकवचने तु इस् प्लस् इ सि इति तत्र अकारः आसीत् किल आम् न तत्र नास्ति भगिनि अत्र तत्र तत्र शलन्त स इति प्रत्ययस्य अत्र न भवति अत्र तु सिच् प्रत्ययस्य किमपि नास्ति सि एव सि योग इ एव ओ सकारः योगः इ एव सि अत्र अत्र नास्ति तस्य प्रयोगः नास्ति स इति प्रत्ययस्य एव खलु अत्र सिच् इति खलु अत्र सस्य अचि इति भिन्न सूत्रमस्ति खलु केवलं वर्णमेलनमस्ति अत्र अत्र किमपि नास्ति कुत्रापि किमपि नास्ति अत्र क्लेशः नास्ति अस्माकं कुत्र कस्याचि इत्यस्य प्रयोगः शलन्तैगुपद क्स इति प्रत्ययः भवति खलु तत्र अस्माकं क्लेशः भवति क्स इति खलु इति तत् सि कथं वा भवति इति सि भवति एव किमपि नास्ति स इति प्रत्ययस्य सि इति अकारः अस्ति खलु स इति स अ इ अतः तत्र सि इति कथं वा भवति इति आसीत् अस्ति अतः इति च तत्र किं द्रष्टव्यं किञ्चित् चिन्तनीयमपि अर्थार्थे स प्रत्ययेन युष्मन् आत्मनेपदी संज्ञकाः इमे अत्र सिच् प्रत्यय अतो दीर्घो यञि आम् आं महोदय क्षम्यतां न तत्र सिच् प्रत्ययस्य कृते तादृशं नास्ति खलु तत्र दीर्घः न भवति खलु स इति हलन्तमस्ति खलु सिच् स्वहि स्महि इति भवति यदा क्ष इति प्रतियोजामः तादय तदा एव सा वहि अदन्ताङ्गः भवति सा वहि सा महि इति भवति सत्यं शल इबुपद अनिट् अत्र नास्ति अस्तु अस्तु अवगतं चल अनिटः इत्यत्र स इति प्रत्ययः अतः तत्र सकारः स इति अकारः अपि अस्ति इकारः यदा योजयामः तत्र अकार इकारयोः गुणस्य बाधा कस्य कस्याचि इति सूत्रेण भवति कारलोपः भवति अकारस्य लोपः भवति इक्स इक्स इति इक्सि ककारलोपः तु भवति एव सि इति भवति अन्ये अपि अवगतवन्तः वा यत् वयं वदामः तस्मिन् विषये भगिनि देर् वास् वन् अदर् क्वश्चिन् महोदय इदानीं मनसि नास्ति किमस्ति इदानीम् अहं विस्मृतवान् तदपि अवश्यम् आसीत् प्रष्टव्यमासीत् देर् वास् वन् अदर् क्वश्चिन् देट् वास् देर् इन् द लास्ट् भगिनि चिन्तयतु चिन्तयित्वा वदतु सम्यक् एव चिन्तनं सत्यम् ककारः सकारः अरुणा भगिनी विजया भगिनी अवगतं वा प्रश्नः कः इति चर्चा कस्मिन् विषये भवति इति अस्तु तत्र तत्र शल इगुपद अनिटः सः इति सूत्रमस्ति 3145 इति पूर्वम् अस्माकं करपत्रे एव पूर्वम् अस्ति अनेन सूत्रेण ककारः स इति प्रत्ययः विधीयते शल इगुपद अनिटः सः इगुपद शलन्तधातुः अनिट् श्ली प्रत्ययस्य स्थाने स आदेशो भवति अस्तु केचन दातवः परिगणितदातवः एव सन्ति तस्मिन् तत्र स ककारस्य इत्संज्ञा लोपश्च स एव तिष्ठति स इति कित् अस्ति समीचीनम् इत्यनेन गुणनिषेधः तत्सर्वं वयं जानीमः इदानीं तत् सकारोत्तरवर्ति अकारः अपि अस्ति यदा वयं रूपं साधयामः कर्त्रार्थे स प्रत्ययस्य निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे स योगः अथ सथ स योगः आतां सातां स योगः अन्त सन्त तत्रापि अतोगुणे अतोगुणे तत्र किमपि नास्ति अतोगुणे सम्यक् स योगः अथ स योगः ताः सथाः आं सत्यं स योगः आतां सातां स योगः द्वं सत्वं स योगः ई तत्र अकार ईकारयोः गुणप्राप्तिः अस्ति तस्य निषेधः कथम् अभवत् इत्येव प्रश्नः तत्र एकं सूत्रम् अस्ति कस्याचि इति 7372 तत् सूत्रं वदति तत्र स इति प्रत्ययस्य अकारलोपः भवति इति अकारलोपे कृते तत्र सकारः इकारः सि इति भवति सावहि सामहि अत्र तु अदन्तम् अङ्गम् इति कृत्वा तत्र अतो दीर्घो यै इत्यनेन तत्र सावहि सामहि इति दीर्घं प्राप्नोति अतः अत्र एकं सूत्रं योजनीयं तावदेव कस्याचि स्याचि उच्चारणे उच्चारणे क्लेशः समीचीनं तदेव इदानीम् अवगतं वा अवगतं भगिनि विजया भगिनी स्पष्टमस्ति वा मम ध्वनिः श्रूयते वा महोदय मन्दमस्ति भगिनि बहु मन्दमस्ति न न इदानीं तु किमपि न पूर्वम् एव किञ्चित् कृतवन्तः तत्र प्रायः तस्मिन् पुस्तके भवेत् तद् सहजभूत् पुस्तकम् किं पुस्तकं भगिनि किं नाम किं प्रायः तत्र लुङ्लकारस्य तत्र कर्तरि यदा लुङ्लकारस्य भवति तत्र एव प्रायः करोति चिन्तयामि प्रायः आम् आम् अग्रे आगच्छति तस्मिन् समये प्रायः योजयति तत् अनन्तरम् अरुणा भगिन्याः पार्श्वे अस्ति वा आं भगिनि ऐ थिङ्क् अरुणा भगिनी सहजबोधः वा विजया भगिनी भवत्याः पार्श्वे अस्ति किल सहजबोधपुस्तकं मातुः पुस्तकं तत्र लुङ्लकारे लुङ्लकारपाठः अस्ति चेत् किञ्चित् फोटो रूपेण मां प्रेषयतु भगिनि ह्यं प्रेषयतु तत्र किम् अस्ति इति एकवारं तत्रापि पठामः कर्त्रार्थे वा कर्मण्यार्थे वा यत्किमपि भवतु पठनीयं तदेव आम् धन्यवादः तत्र प्रायः भवेत् सूत्राणि अस्तु इदानीं महोदयेन कर्मण्यर्थे रूपाणि पठितवान् किल आकारान्तदातवः प्रगतम् किं भगिनि करपत्रात् एव पठामः इदानीं तत्र कुत्र पठितवन्तः इति तद् गतम् इदानीं हन् गतवती हन् इत्यस्मात् पूर्वमेव भवेत् किल नमोनः न ईकारान्तः दी च हेधिर्भावे स्यासित् स्युत् न पठित आम् तदेव पठतु महोदय येषां रूपाणां निष्पादनार्थं प्रथमतया येषाम् अस्तु तत्र क्षम्यता महोदय करपत्रं सङ्ख्या किं भगिनि सङ्ख्या वा तदेव कर्मणि लुङ्लकारः कर्मणि भावे च ओके 05 05 अस्ति आम् आम् तत्र मध्ये स्मः भगिनी, तत्र स्यासित् सीयुट् इति सूत्रात् पूर्वं पुनस्मरणमेव इदानीं कुर्मः अद्य. तत्र वर्गद्वये किञ्चित् वयं कृतवन्तः, अनेन एव मम किञ्चित् अवगमनम् अभवत्. तत् पूर्वं किमपि न अवगतवानेव. तत्र किञ्चित् पुनः पुनः पठनेन एव पुनः पुनः भ्रमः भ्रमः अभवत्. पठतु महोदय येषां रूपाणां निष्पादनार्थम्. एकनिमिष भगिनि, तत्र एकनिमिष तत्र कर्मणि. हा, येषां रूपाणां निष्पादनार्थं प्रथमतया प्रत्ययस्य अभिज्ञानं भवेत्. प्रत्ययस्य स्वभावम् अनुसृत्य एव अङ्गकार्यं प्रवर्तनीयं भवति. चिन् प्रत्ययः णित् इति कारणतः णित्वात् यावत् कार्यं शास्त्रे भवति तत्सर्वम् अत्रापि भवति. अस्मिन् पाठे लृट् लृङ् लुट् आशीर्लिङ्ग् इत्येतेषां प्रसङ्गे अपि एतादृशमेव चिन्तनं साधितमासीत्. अधुना लुङ् प्रसङ्गे भवति. चिन् प्रत्यये परे णित् अस्ति कृत्वा अत्र णित्वत् अचोर्णिति इत्यनेन यत् कार्यं भवति, अपि च आतो युक्चिन् कृतोः तादृश तद्दादृशं भवति. अस्तु, अवशिष्टाः षोडशप्रत्ययः णित् न सन्ति इत्युक्ते णित् न सन्ति. अस्तु, प्रथम एव अस्ति अत्र कर्तरि, क्षम्यतां, तत्र अनिट् अपि अनिट् अपि च सेट्. अत्र प्रथमपुरुष एकवचनस्य एव चिण्णिति. अन्ये अत्र अष्टादशप्रत्ययेषु षोडशप्रत्ययः णित् न सन्ति. अस्तु, तेषु परेषु कर्तृवा च आत्मनेपदे या प्रक्रिया भवति, यया च यानि रूपाणि निष्पद्यन्ते, सा एव प्रक्रिया तानि एव रूपाणि कर्मवाच्य आत्मनेपदे अपि भवन्ति. अस्तु, अतः कर्तरि लुङ्गि एतत् सर्वं पठिष्यते. कर्तरि लुङ्गि एतत् सर्वं पठिष्यते. अस्तु, परन्तु लुङ्गि कर्मवाच्ये अजन्तधातूनाम् अपि च हन् गृह् दृश् चेति धातूनां येषु षोडशसु प्रत्ययेषु अग्रेत्र षोडश आं बहुवचने षोडशसु प्रत्ययेषु परेषु षोडश आं विशिष्टकार्यं भवति. यतोहि एभ्यः धातुभ्यः एते षोडशप्रत्ययाः यद्यपि मूले णित् न सन्ति किन्तु अत्र णिद्वद्भावः अध्यारोप्यते. तर्हि तत्र लुङ्गि कर्मवाच्ये अजन्तधातूनां तत्र सर्वे णित्वत् भवन्ति. सर्वे अष्टादशप्रत्ययाः णित्वत् भवन्ति इति अस्ति तत्र णित्भाव अध्यारोप्यते. सूत्रम् अस्माकं परिचितमेव. स्यासिच् सीयुट् तासिषु भावकर्मणोः उपदेशे अज्जनगृहदिशां वा चिन्वद् इति च इति भावक. अस्तु, भावकर्मविषये आर्धात्मक उपदेशे अजन्तधातूनाम् अपि च हन् गृह दृश् च त्रिषु त्रयाणां धातूनां विकल्पेन चिण्वत् कार्यं भवति. स्यासिच् सीयुट् तासि इत्येतेषु परेषु चिण्वत् पक्षे स्यसिच् सीयुट् तासीनाम् इडागमः भवति. चिण्वत् पक्षे इडागमः भवति इति च इति तत्र इट् च इति दत्तमस्ति. अस्तु, आर्धात्मक उपदेशे इत्यनेन आर्धात्मक उपदेश अवस्थाभ्याम् अजन्तदातवः. स्या इत्यनेन लृट् लृङ् च इति स्या इति स्यासिच् सीयुट् अस्तु स्या इति लृङ् अपि च लिट् प्रत्ययस्य लिट् लकारस्य तास् इत्यनेन लुट् लकारस्य सिच् इत्यनेन लुङ् लकारस्य. तर्हि तत्र भावकर्म उपदेशे अजन्तधातूनां तत्र लिट् लृङ् लुट् लुङ् एतेषु चिण्वद्भावः भवति. चत्वारः एव किल, सीयुट् अपि भवति किल. आमां चतुर्थ आमां चत्वारः सीयुट् चिण्वत् पक्षे इडागमः भवति सर्वत्र नामधातुः अनिट् चेदपि अत्र चिण्वत् पक्षे इडागमः भवति तत्र चिण्वद् इट् च इति दत्तमस्ति तेनैव भवति भगिनि तत्र अनेनैव खलु अनेन एव इडागमः चिण्वत् पक्षे इडागमः अनेन सूत्रेण एव भवति नित् इत्यस्य सर्वत्र तादृशं न भवति खलु इडागमः भवति एव इति तादृशमस्ति खलु न न आर्धधातुकस्य इड् वलादेः आर्धधातुकस्य इड् वलादेः इत्यनेन आर्धधातुकप्रत्ययः तत्र वयं तत्र तु जानीमः किल धातुः सेट् प्रत्ययः अपि वल् प्रत्याहारे अस्ति चेत् तत्र इडागमः निश्चयेन भवति परन्तु अनेन सूत्रेण यदि तत्र अनिट् अस्ति चेदपि धातुः तत्र अवश्यं भवति तदेव तत्र विशिष्टं वैशिष्ट्यं सामान्यतः तत्र अजन्तदातवः अनिटः सन्ति तत्रापि भवति तत्रापि भवति तदेव अत्र चिन्वत् पक्ष अपक्षे अन्नदातुः प्रायः हन्ता खलु सत्यं हन्ता खलु हन्तार इति तत्र सत्यं तदेव तत्र विशिष्टमस्ति किमर्थम् एतत् सूत्रम् इत्युक्ते तत्र अनेन तत्र इडागमः भवेत् इति अनेन विकल्पेन अस्ति सत्यम् अस्माकं सामान्यरूपमपि भवति तद् विशेषरूपमपि वयं शक्नुमः चिण्वद् इत्युक्ते चिण्वद् भाव इत्युक्ते चिणि प्रत्ययपरे यानि कार्याणि भवन्ति तानि अत्रापि भवन्ति स्यच्च सिच्च सियुट् स तासिश्च तेषाम् इतरितद्वन्द्वः स्यसिच् सियुट् तासयः तेषु स्यसि स्यसिच् सियुट् तासिषु भावश्च कर्म च भावकर्मणो भावकर्मणि इव भावकर्मणि कर्म इति नपुंसकलिङ्गपदं किल कर्म इति नपुंसकलिङ्गपदं कर्माणि भावकर्मणि तयोः भावकर्मणोः अस्तु अच्च अच्च हनश्च गृहश्च दृश च तेषामित्रदन्द अज्जनगृहदृश गृहः तेषाम् अज्जनगृहदृशां चिणि इव चिणुवत् इति स्याचित्सियुक्तासिषु सप्तम्यन्तं भावकर्मण सप्तम्यन्तम् उपदेशे सप्तम्यन्तम् अज्जनगृहदृशां षष्ट्यन्तं वा अव्ययपदं चिण्वद् अव्ययपदम् इट् प्रथमान्तं च अव्ययपदम् अनेकविधकं सूत्रमस्ति आर्धातुके इत्यस्य अधिकारः अङ्गस्य अधिकारः अनुसृत सूत्रमस्ति आर्धातुकोपदेशे अज् अनगृहदृशाम् अङ्गानां वा चिण्वद् इट् च स्यासि सियुट् आसिषु भावकर्मणोः इति अस्ति अत्र आर्धातुक उपदेशावस्थायाम् आर्धातुकप्रत्ययस्य यदा विधानं भवति तदा तत्र तेषु लट् सारि चतुर्षु लकारेषु तत्र अजन्तङ्गस्य अपि च हनगृहदृश एतेषां विकल्पेन इडागमः भवति अपि च चिण्वद् भवति चिण्वद् भवति अपि चिण्वद् यदि यानि कार्याणि सन्ति तद् भवति इति अस्ति अग्रे पठामि चिण्वद् अपि चिन्वदपि भवति इडागमः अपि भवति कार्यद्वयं विकल्पेन तदपि परन्तु एकेन सूत्रेण द्वयमपि वदतु तर्हि अत्र अजन्तधातूनां कर्मणि लुङ्गि रूपाणि परिशीलनीयानि ध्येयं यत् धातु सेट् चेत् कर्मणि भावे सेट् सिच् प्रत्यय निष्पन्नाः अत्रसंज्ञका अपेक्षन्ते धातु अनिट् चेत् कर्मणि भावे अनिट् सिच् प्रत्ययेन निष्पन्नाः अत्रसंज्ञका अपेक्षन्ते उपरि दत्तमस्ति अतः तत् स्वीकृत्य करणीयमस्ति तर्हि अत्र अजन्तधातूनाम् अस्तु अकारान्तदातवः आकारान्त इत्यस्मात् पठामः एकनिमिषम् धन्यवादः महोदय उषा भगिनी पठति वा आकारान्त दातव स्वरूपाणि दादा अम्बि वा उषा भगिनी आं भगिनि आकारान्तधातवः प्रथमपुरुष ऐकवचने ई प्रत्ययः चिण् एव अतः आतोयुक् चिण् कृतोः इत्यनेन आदन्तानां युक् आगमः भवति. आदन्तानाम् आदन्तधातूनां कृते आतोयुक् चिण् कृतोः इत्यनेन आतोयुक् चिण् कृतोः आदन्तानां युग् आगमः स्यात् चिणि णिति णिति कृति च चिण् कृतोः ओके चिण् वा णित् वा णित् णित् कृत् प्रत्ययेषु णित् णित् कृत् प्रत्ययेषु परेषु आकारान्तानां धातूनां युक् आगमः भवति. चिञ्च कृच्च तयोः इतरेतरद्वन्द्वः चिण् कृतौ तयोः चिण् कृतोः आतः षष्ट्यन्तं युक् प्रथमान्तं चिण् कृतोः सप्तमीयन्तं त्रिपदमितं सूत्रम् अचोण्णिति इत्यस्मात् णिति णिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य आतः युक् चिण् कृतोः णिति णिति आदन्तधातूनां युक् आगमः भवति. कदा इति चेत् चिण्वत् चिण् प्रत्ययः परः अस्ति चेत् अपि च कृत् प्रत्ययः कृत् प्रत्ययः णित् कित् प्रत्ययः णित् कृत् प्रत्ययः अथवा णित् कृत् प्रत्ययः समीचीनं वा भगिनि? णिति णिति कृति च सो चिञ्च कृच्च इतरेतरद्वन्द्वः चिण् कृतोः वाट् कैण्ड् आफ् कृत् प्रत्ययः इति णित् णित् कृत् प्रत्ययः भगिनि? सत्यं तादृशमेव तस्य एव तत्र विशेषणरूपेण कृत् इत्युक्ते णित् णित् कृत् णित् णित् तादृशं किं प्रत्ययः ऐ केन् थिङ्क् आफ् एनि एनिथिङ्ग् अधायि अधायि विचिन् दायः दायकः धायः दायकः नवुल् नवुल् नूल् नूल् नकारान्त नकार इत् प्रत्ययः तद्दिता फिक्स् बालि बालाकिः वित् ई तत्र तु ण्यकारस्य संज्ञा तद्धित ओ अस्तु भगिनि. आतो युक् चिण् कृतोः आदन्तस्य आदन्तधातूनां कृते युक् आगमः भवति. चिन् प्रत्ययः परः अस्ति अथवा णिति णिति कृत् प्रत्ययः परः अस्ति चेत् लुङ् लङ् लृङ्ष्वट् उदातः सूत्रं परिचितमेव. अङ्गस्य अट् आगमः लङ् लुङ् लृङ्क्षु अट् आगमः भवति. लुङ् कृते लङ् कृते लृङ् कृते इति सूत्रं वदति. दाधातुः अनिट् दाधातुः अनिट् रूपम् अनिट् धातु रूपाणि परिशीलनीयानि. दाधातु अनिट् इति कृते दा सो आकारान्तधातूनां स्यसिच् सीयुट् भावकर्मणोः उपदेशे अच् हन् ग्रह् दृशां सो अजन्तधातु तस्मात् चिण्वद्भावः भवति. चिण्वद्भावः नाट् ओन्लि फ़ प्रथम एकवचनम् आल् सर्वे प्रत्ययाः कृते चिण्वद्भावः भवति. स्यसिच् सीयुट् तासिषु भावकर्मणोः उपदेशे अच् हन् ग्रह् दृशां वा चिण्वत् इच्च इत्यनेन इडागमः अपि भवति वा? अनिट् धातु तदेव चिन्वत् पक्षे अपक्षे इति द्वयं स्वीकरोत् वा किल अतः वा इति अस्ति. अतः प्रथमं चिन्वत् पक्षः स्वीकृत्य रूपाणि चिन्वत् अभावः इति स्वीकृत्य रूपाणि. यदा अभावः यदा भवति वदति अनिट् अतः तत्र इडागमः न भवति. यदा भावः अस्ति चेत् तत्र चिन् आरोपितम् आरोपितमस्ति चेत् इडागमः भवति. ओके चिन् अभावपक्षे अनिट् धातु इति कृते चिन् अभावपक्षे प्रथम एकवचनमेव चिन् देन् द रेस्ट् द सर् द इतरप्रत्ययाः कृते चिण्वद् भावः नास्ति वा? सत्यम्. अस्तु, अभावं वदति किल, चिण्वत् अभावः अभावः इति कृते देन् देन् अनिट् आतो युक् चिन्कृतोः इत्यनेन अङ्गस्य आतः युक् णिति णिति ओ सो आ दाय् इति भवति युक् भवति अदायि इति भवति चिण्वत् चिण्वत् अभावपक्षे अनिट् धातवः ओके इ एव इ इत्यनेन आतोयुक् चिन्कृतोः इत्यनेन चिण्वत् ओके चिण् प्रत्ययः परः अस्ति इति कृतः अदायि इति भवति. देन् दायोगः साताम् साताम् इति कृते चिण्वद् भावः नास्ति. आतोयुक् चिन्कृतोः आतोयुक् चिन्कृतोः अत्र अस्ति चिण्वद्भाव सर्वत्र अस्ति ओके. दायि योगः न न दाय् यकारः दाय् योगः सातां दाय् योगः सातां अत्र अत्र एकं सूत्रमस्ति भगिनि, तद् पठतु, तद् सूत्रं पठतु भगिनि. स्ताग्वो रिच् स्ता धातोः गुसंज्ञकधातूनाम् ओ दा दा गु ओके स्ता धातोः गुसंज्ञकधातूनां च अन्त्य अलः ह्रस्व इकारदेश इकार आदेशः भवति. सिचः कित्वत् भावः भवति च आत्मने पते परे. स्ता गुवो रिच् ओके स्ता च गु च तयोः इतरेतरद्वन्द्वः स्ता गु तयोः स्ताग्वोः स्ताग्वोः षष्ट्यन्तम् इत् प्रथमान्तं च अव्ययपथं त्रिपथमिदं सूत्रं. हनः सिच् इत्यस्मात् सिच् इत्यस्य अनुवृत्तिः, असंयोगात् लिट् इत्यस्मात् खित् इत्यस्य अनुवृत्तिः, लिङ् सिचौ आत्मनेपदेषु इत्यस्मात् आत्मनेपदेषु इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं स्थाग्वोः इत् च सिचः खित् आत्मनेपदेषु ह्रस्व इकारादेशः भवति. स्था धातोः अनन्तर अपि च गुसंज्ञकधातूनां कृते गुसंज्ञक इत्यस्य कृते धा धातोः भवति दादाग्वदा ओके. स्था धातोः गुसंज्ञकधातूनां च अन्त्य अलः अन्त्य अल् स्थाने ओके अन्त्य अलः स्थाने ह्रस्व इकारादेशः भवति. सिचः कित्वत् भावः भवति च आत्मनेपदे परे ओके भावकर्मणोः इति सो भाव अत्र आत्मनेपदे एव सन्ति. कित्वत् भावः भवति अपि च ह्रस्व इकारादेशः भवति अन्त्यालः दा इति दि इति भवति ओके. स्ताग्वो च इच्छ सिचः कित् आत्मनेपदेषु अत्र सिच् अनिट् धातु प्रकरणं प्रवर्तयन् भवति. सो स्थाग्वोः इत् च सो दा इति दि इति भवति. दि योगः यकारयोगः साताम् यकारः भवति वा इति चिन्तनं करोतु भगिनि. भगिनि तत्र भवति इदानीं तत्र चिण्वत् पक्षे करोति खलु प्रथमम् अभावपक्षे अनन्तरं शृण्वत् बाब् सिचः कित् ओ कित् आतो इक् चिन् कृतोः यकारः भवति स्म खलु आता आतन्तदातानां युक्कागमः स्यात् चिनि ङिति निति कृति च चिण्वत् बा ओ चिण्वत् अभावपक्षे ओ चिण्वत् अभावपक्षे अहं करोमि. सो अत्र यकारः नास्ति इति किमर्थं नास्ति इति चिन्तय किमर्थं न आगच्छति इति चिन्तयतु. आतो युक् चिन् कृतोः भगिनि चिण्वत् चिण्वत् पक्षे अनन्तरं कृत् प्रत्ययः परः, अत्र कृत् नास्ति, विषयं नास्ति, छिण्वत् भाव छिन्नपि नास्ति, तस्मात् युक् युक् आगमः नास्ति. सो अनन्तरं स्टाग्वो रिच इत्यनेन दा इति दि इति भवति, दियोगः सातां. सो देन् सा सकारस्य कृते आदेशप्रत्ययोः इत्यनेन दि इति दि इति इण्कोः इण् परः इण् पूर्वे अस्ति, तत् कारणात् आदेशप्रत्ययोः इत्यनेन शातां दिशातां गुणः भवति वा अत्र दिशातां गुणः दा इति दि इति उपदेशे नास्ति खलु भगिनि. अत्र उपदेशः किमर्थम् उपदेशे गुणः इति किमपि तादृशं नास्ति किल, सार्वधातुक अर्धधातुकयोः अथवा पुगन्तलघुपदस्य च इत्यत्र उपदेश अवस्थायाम् इति किमपि नास्ति किल. सार्व आर्धधातुकप्रत्यये परे इक् वर्णस्य गुणः तत्र उपदेशः इति किमपि नास्ति. अधियोगः साताम् अत्र गुणः भवति वा? अधियोगः साताम् सो अदेशाताम् अदेशाताम् भवति वा? स्टाग्वो रिच सूत्रं पुनः पठतु. स्टाग्वो रिच स्था धातोः गुसंज्ञकधातूनां च ओ अत्र कित्वत् भावः भवति. ओ गुणनिषेधः भवति. अस्तु भगिनि. अथवा न अथवा भवति स्म ओके अत्र गुणनिषेधः अस्ति अनेन एव न भवति. ओके सो स्टाग्वो रिच इत्यनेन ह्रस्व इकारादेशः भवति एण्ड् कित्वद् भावं भवति. सिचः कित्वद् भावं भवति. ओके तत्कारणतः दि इत्यस्य कृते गुणः नास्ति, दि एव अवशिष्यते. अनन्तरम् आदेशप्रत्ययोः शाताम् इति भवति, दिशाताम्. अस्तु भगिनि. सो अदायि अधिशाताम् अधिशत अधिष्ठाः अधिष्ठाः शुड् बि देर् अधिष्ठापि एकं प्रायः एकं सूत्रमस्ति अग्रे तदपि पठनीयम्. तत्र सूत्रत्रयमपि पठतु तदे मध्यमपुरुषस्य विषये एव. इणः शीध्वं लुङ् लिटां इणः इणः शीध्वं लुङ् लिटां धो अङ्गात् इणन्त इणन्त अङ्ग उत्तरस्य इण् अन्त अङ्ग उत्तरस्य शीध्वम् इणन्त अङ्ग उत्तरस्य शीध्वं लुङ् लुट् इत्येषां सम्बन्ध सम्बन्धदकारस्य लुङ् लिट् इत्येषां सम्बन्धधकारस्य स्थाने मूर्धन्य आदेशः भवति. स्थाने अन्तरतमः इत्यनेन मूर्धन्य ढकारः, तदन्तविधिः इत्यनेन इणः अङ्गात्. ओके सीयुट् योगः द्वं सीयुट् सीयुट् योगः द्वं शीध्वम् आदेशप्रत्ययोः इत्यनेन षत्वम् इण्कोः इत्यस्य अधिकारः, किन्तु इणः उच्यते सूत्रेण नियमनार्थं येन कवर्गीयेभ्यः कार्यं न स्यात्. किन्तु इणः उच्यते सूत्रेण इणः शीध्वं सूत्रेण नियमनार्थं येन कवर्गीयेभ्यः कार्यं न स्यात्. शीध्वं च लुङ् च लिट् च तेषाम् इतरेतरदन्वः शीध्वं लुङ् ओके शीध्वं लुङ् लिट् तेषां शीध्वं लुङ् लिटां लुङ् अण्ड् लिट् इणः पञ्चमीयन्तं शीध्वं लुङ् लिटां षष्ट्यन्तं धः प्रथमान्तम् अङ्गात् पञ्चमीयन्तम् अनेकपदमितं सूत्रं तयोर्या वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अपदान्तस्य मूर्धन्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इणः अङ्गात् शीध्वम् इणः ओके इण इणः देर् ऐ डिण्ट् अण्डर्स्टाण्ड् भगिनि. किन्तु इणः उच्यते सूत्रेण नियमनार्थं येन कवर्गीयेभ्यः कार्यं न स्यात्. तत्र इण्कोः अधिकारः अस्ति. तद् अधिकारः यदा कवर्गः अपि तत्र तत्र कः अधिकारः अस्ति चेत् सर्वत्र पूर्णतया आगच्छति किल. तद् न मा भूत् तद् न आवश्यकम् इति कृत्वा तत्र इणः शीद्वम् इति सूत्रे तत्र अनुवृत्तिरूपेण आगन्तुं शक्यते किल. किमर्थं पुनः इणः इति सूत्रे इणः उच्यते सूत्रेण नियमनार्थं येन कवर्गेभ्यः कार्यं न स्यात्. ओके ओके. सो इण्कोः इत्यस्य अधिकारस्य सूत्रे कृते तदुक्तं ख इति कवर्गीयेभ्यः कार्यं न स्यात् इति. ओके. इणः अङ्गात् शीद्वं लुङ्लिटां दह मूर्धन्यः अपदान्तस्य संहितायाम् दह मूर्धन्यः इणः अङ्गात् शीद्वं लुङ्लिटाम् ओके दकारस्य सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः भवति इणः अङ्गात् ओके. अत्र स्थाः इति कृते इणः शीद्वं लुङ्लिटां तद् तत्र न आगच्छति. त्वम् एव किल द्वम् इत्यस्य कृते मध्यमपुरुष बहुवचनम् इत्यस्य कृते ओके. सो मध्यमपुरुष अग्रिमसूत्रद्वयमपि तत्र आर्डर् मध्ये क्रमेण नास्ति. बहुवचनं प्रथमं कृत्वा सूत्रसङ्ख्या अपि 83 अस्ति. अनन्तरमेव ह्रस्वादङ्गात् इत्येव यत् तद् तविभाषेटः अपि पठतु अनन्तरं वयं पश्यामः. विभाषेटः इणः परो यः इट् ततः परेषां शीद्वं लुङ् लिट् इत्येषां सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः विकल्पेन भवति. ओ दिस् इस् साक्षात् अनन्तरम् अस्ति. ओके ओके. इणः परः यः इट् देर् इणन्तस्य अङ्गस्य शीद्वम् ओके. इणः परः यः इट् ततः परेषां शीद्वं लुङ् लिट् इत्येषां सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः विकल्पेन भवति. विभाषा प्रथमान्तम् इटः पञ्चमीयन्तम् ओ विभाषा प्रथमान्तम् इटः पञ्चमीयन्तं द्विपदमिदं सूत्रम् इणः शीद्वं लुङ्लिटां धो अङ्गात् इत्यस्मात् इणः शीद्वं लुङ्लिटां दह इत्येतेषाम् अनुवृत्तिः अप्पदान्तस्य मूर्धन्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इणः इटः शीद्वं लुङ्लिटां दह मूर्धन्यः अप्पदान्तस्य विभाषा संहितायां विभाषे टः इति सूत्रं वदति. इणः इटः इति कृते दकारः मूर्धन्य आदेशः भवति. इणः इटः इति पञ्चमीयन्तम् इट् परः दकारः मूर्धन्य दकारः दः अस्ति चेत् दह मूर्धन्य अप्पदान्तस्य विभाषासंहितायाम् इत्यनेन दकारस्य कृते मूर्धन्य आदेशः भवति इत्यस्य कृते शः ओके. इटः पञ्चमीयन्तम् इणः इटः इणः परो यः इट् ओके. अतः तत्र सूत्रद्वयस्य भेदः कः इति वदतु भगिनि. इणः शीद्वं लुङ्लिटां दो अङ्गात् अनन्तरं विभाषेतः द्वयोः मध्ये कः भेदः? अत्रापि मूर्धन्य अत्रापि मूर्धन्य एव सम्बन्धदकारस्य स्थाने एव भवति सम्बन्धदकारस्य. इणन्त अङ्ग उत्तरस्य शीद्वम् इणः शीद्वं लुङ्लिटाम् इत्यस्य कृते इणन्त अङ्ग उत्तरस्य शीद्वम् इत्यस्य कृते दकारस्य स्थाने शकारादेशः भवति. विभाषेटः इति सूत्रं वदति इणः इणन्त अङ्ग उत्तरस्य इट् आगमः अपि भवति चेत् इट् इति कृते इट् परः शीद्वं लुङ् लिट् इति कृते दः मूर्धन्यः भवति, मूर्धन्य आदेशः भवति इति इडागम इट् इति इट् परः शीद्वं लुङ् लिटा सत्यं यत्र इडागमपक्षे तद् इडाङ्गं भवेत् इणन्ताङ्गं भवेत् सोरि इण अङ्गं भवेत् अपि च इट् भवेत् तत्र केनापि सूत्रेण इडागमः भवेत् तदा एव भवति भाषेतः इति खलु पूर्वसूत्रे इडागमस्य विषये किमपि नास्ति, परन्तु शीध्वम् इति भवेत् केवलं ध्वम् इति न शीध्वम् इणः उत्तरस्य शीध्वम् इणः उत्तरस्य शीध्वम् ओके. अस्माकं प्रत्ययः कः? ध्वम् एव किल. अस्माकं कृते ध्वम् इत्येव प्रत्ययः. इड्वम् इति एकः प्रत्ययः, ध्वम् इति अनिट् पक्षे ध्वम् इति प्रत्ययः किल, तिच् प्रत्ययः ध्वम् अनिट् पक्षे. तत्र किमपि सूत्रम् आसीत् किल सकारलोपस्य? तत्र तत्र ह्रस्वादङ्गात् खलु अग्रे एव आगच्छति. सत्यम् अग्रे आगच्छति अतः तत्र ध्वम् इत्येव अस्ति अनिट् पक्षे. सेट् पक्षे इड्वम् इति अस्ति. अस्माकं चिन्तनम् इड्वम् इति कथं जातम् इत्येव चिन्तनम्. इड्वम् इत्यत्र तत्र किं वदति इत्युक्ते इणः शीध्वं लुङ्लिटां दो अङ्गात् इत्यत्र इण इण् उत्तरस्य शीध्वम् इदानीं शीध्वम् इति जातं. क्षम्यताम् ईड्वम् इति जातम् भगिनी. तत्र शीड्वम् इति तत्र भिन्न आशीर्लिङ्गस्य एव खलु एव किल. त्रिषु स्थलेषु तस्य प्रसक्तिः अस्ति. इण इणान्त अङ्ग उत्तरस्य शीध्वं सीयुट् शीध्वम् इति अभवत्. लुङ् लिट् लिट् वयं न जानीमः, लुङ् एव अस्माकं कार्यम्. अतः इड्वम् इदानीं क्षम्यताम् इड्वम् इदानीम् इड्वम् इति जातम् इणः शीध्वं लुङ् लिटां दो अङ्गात् इत्यनेन. परन्तु यदा विभाषेटः किं वदति, इणः परः यः इट् अस्ति तदा तस्य कार्यं. चिण्वद् पक्षे यदा वयम् इडागमः कुर्मः स्यासित् सीयुट् इत्यनेन तत्र एव इणः शीध्वं लुङ्लिटां दो अङ्गात् इत्यस्य प्रसक्तिः अपि भवेत्. इण् उत्तर क्षम्यताम् इणः परः यः इट् विभाषेयट्टः किल, तत्र इडागमः तु आगच्छति. अत्र तत्र इणः इणः शीध्वाम् अस्तु तत्र लुङ्लिटां विभाषेयटः विभाषेयटा इति तत्र अस्तु. तत्र णिच् तत्र यत्र इडन्त अङ्गमस्ति इति दाधातुः न भवति विभाषेटः इति, परन्तु कोऽपि अन्य अजन्त अङ्गमस्ति तर्हि इकारान्त अङ्गं कोऽपि अन्य अस्ति तत् तत्र चिद्वत् पक्षे इडागमः भवति तदा एव तत्र विभाषेट इत्यस्य कार्यं भवति. दाधातुः न भवति यद्यपि दाधातुः न भवति तत्र किमर्थं तत्र इडागमः न तत्र इणाङ्गं नास्ति खलु विभाषेट तत्र अतः न भवति. इणः शीध्वम् इत्यनेन एव भवति तत्र तत्र तत्र टागोरिच इत्यनेन तत्र इत् भवति अतः इणः भवति. अनन्तरं तत्र तत्र ध्वं ध्वम् इति भवति. सत्यं समीचीनम्. अत्र तत्र यद्यपि तत्र स्थानी आदेशः समानः तदापि तत्र किञ्चित् निमित्तभेदः अस्ति. इणः अङ्गात् शीध्वं लुङ्लिटाम् इत्यनेन प्रथमम् इणः शीध्वं विभाषेटः इत्यत्र इणः इटः शीध्वम् अतः इण् इट् द्वयमपि आवश्यकम् अत्र स्पष्टमस्ति वा इदानीं सः भेदः अस्ति तत्र किञ्चित् सावधानं द्रष्टव्यं यदा बहुवचनम् आगच्छति आं वदतु भगिनि दा इति इसो मध्यमपुरुष एकवचनं विभाषेट विभाषेटः अनन्तरं एकवचनं न भवति अग्रिमं अग्रिमसूत्रं ह्रस्वात् अङ्गात् पठतु ह्रस्वात् अङ्गात् या दट्स् वाट् ऐ वाज़् ह्रस्वात् अङ्गात् ह्रस्वान्तात् अङ्गात् सिचः लोपः भवति जलीपरे ह्रस्वान्तात् अङ्गस्य सिच् लोपः भवति जलीपरे ह्रस्वात् पञ्चमीयन्तम् अङ्गात् पञ्चमीयन्तं द्विपदमिदं सूत्रं तदन्तविधिः इत्यनेन ह्रस्वात् अङ्गात् ह्रस्वान्तस्य अङ्गस्य रात्सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः रात्सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः दिस् इस् इत्यु त्रिपद त्रिपादिसूत्रम् अनुवृत्तिसहितसूत्रं ह्रस्वात् अङ्गात् सस्य लोपः जलि ताः ओके ह्रस्वात् अङ्गात् सस्य लोपः जलि ओके ह्रस्वात् अङ्गात् इति सूत्रे रात्सस्य इत्यस्मात् सस्य इत्यनेन सर्वेषां सकाराणां ग्रहणं स्यात् तर्हि व्याख्याने कथं सिचः एव लोपः उक्तः इति तद् भिन्नचिन्तनं भगिनि तद् मास्तु इदानीं ह्रस्वात् अङ्गात् पठतु रूपं साधयामः अनन्तरम् अत्र आगच्छामः अस्तु भगिनि ह्रस्वात् अङ्गात् शास्त्रीयचर्चा किमपि अहं स्मरामि दट् आर्ग्युमेण्ट् ऐ रिमेम्बर् भगिनि या ह्रस्वात् अङ्गात् ह्रस्वान्तात् अङ्गात् सिचः लोपः भवति जलीपरे ह्रस्वात् अङ्गात् अत्र दि इति ह्रस्वात् अङ्गात् ओके सस्य लोपः जलि सस्य लोप जलि जलि स्थाः इति सो सकारस्य लोपः भवति भगिनि स्थाः ह्रस्वान्तात् अङ्गात् इत्यस्य दीयोगः स्थाः दीयोगः स्थाः इत्यस्य कृते थकारः झल् तत्यनेन ह्रस्वात् अङ्गात् इत्यस्य कृते स्थाः इत्यनेन स्थाः एव भवति सकारस्य लोपः भवति देन् दीयोगः स्थाः दीयोगः ताः एव अधियोगः ताः अधिताः तदेव भगिनि अधिताः एव भवति देन् अधियोगः साताम् अधियोगः साताम् अधियोग अधिशातां दाचाल् अधिशातां मूर्धन्य सकारः एव सकारस्य स्थाने मूर्धन्य अधिशातां देन् अधियोगः द्वम् अधियोगः द्वम् इत्यस्य कृते एव इणः शिद्वं लुङ्लिटाम् अधि दि इत्यस्य कृते इकारः अस्ति इणः इणः शिद्वं लुङ्लिटां द्वम् इत्यस्य कृते मूर्धन्य आदेशः भवति मूर्धन्य शकारः भवति अधि अधिशीद्वं न अधिशी तत्र अधियोग स क ध्वम् इति अस्ति तत्र सूत्रद्वयस्य प्रसक्ति अस्ति खलु भगिनि तत्र सध्वम् इति एव आसीत् किल तत्र सकारलोपः अपि ह्रस्वात् अङ्गात् इत्येन एव तत्र दीच इति एकं सूत्रमपि दृष्टवन्तः पूर्वसूत्रमस्ति भगिनि तदेव कार्यं करोति इति अपरसूत्रमस्ति तस्य सूत्रद्वयस्य प्रसक्तिः अस्ति अधियोग स इति खलु अधि स द्वम् इति अस्ति तत्र जल् अस्ति अतः ह्रस्वात् अङ्गात् सकसिचः लोपः भवति परत् दीच इति अधः दत्तमस्ति खलु तत्र सूत्र इदानीम् इति अस्ति सूत्रद्वयस्य 8 to 27 अधि च इति 8 to 25 बीच इत्यनेन भवति किल, सकारस्य लोपः भवति दकारादिप्रत्यये परे, अतः दीच ह्रस्वातङ्गात् किं ह्रस्वान्तातङ्गात् सिचः लोपः भवति जले परे. ह्रस्वान्तम् अङ्गमेव अस्ति अत्रापि, अधी इति ह्रस्वान्तम् अङ्गमेव किल, तदपि तस्यापि प्रसक्तिः अस्ति. कथं भवति भगिनि, सि प्रत्ययस्य कृते सिच् प्रत्ययस्य कर्तृते, ओ कर्तृते कर्मणि अर्थे द्वमेव गिबन् द्वमेव दृश्यते, सिद्धप्रत्ययः, सिद्धप्रत्ययः एव दत्तं, परन्तु सकारः भवेत् किल सिच्. सकारस्य लोपः केन सूत्रेण इति चिन्तनं, ह्रस्वादङ्गात् इत्यनेन वा दीच इत्यनेन वा. ध्वम् इत्यस्य कृते धी चैत्य एव कार्यं करोति, द्वयमपि कर्तुं शक्यते, लोपः भवति. किमर्थम् इत्युक्ते अत्र अन्यनिमित्तं किमपि नास्ति, ईचा इत्यस्य ह्रस्वान्तम् अङ्गम् इति किमपि नास्ति, सकारस्य लोपः भवति दकारादि प्रत्यये परे तावदेव, अतः तस्य एव प्रायः प्राप्तिः. अत्र तत्र दत्तमस्ति भगिनि, अत्र तत्र अनन्तरम् अधः, अतः दीच इत्यनेन सकारसामान्यं समानपदे जलोजलि रसदाङ्ग इत्याभ्यां सिच एव सकारलोपः भवति इति कृतमस्ति. ओ अस्तु, आम् आम् आम् सत्यम् आम् तत् तत् तत्र दीच इत्यनेन सिचः एव सकारलोपः, अत्र तत्र चत् अस्ति केन भवति इति भगिनि सत्यं सत्यम्. अतः इदानीं भगिनी वदतु, अधियोगः द्वम् इणः शीद्वं लुङ्लिटाम् इत्यनेन, इणः शीद्वं लुङ्लिटाम् इत्यनेन अधि दकारस्य स्थाने मूर्धनि आदेशः भवति, दकारः महाप्रणसो शकारः एव भवितुम् अर्हति खलु भगिनि, दकारस्य मूर्धन्यः दकारः चतुर्थवर्णः उत्तमपुरुषे देन् अधियोगः सि अधिशि अधिशि षत्वं देन् अधिष्वहि अधिष्महि प्रायः अरुणा भगिनी वदेत् तत्र चिन्वद् पक्षे किं भवति इति, अरुणा भगिनी वदति वा. धन्यवादः भगिनि, प्रयत्नं करोमि भगिनि. दातु एव समान अधा अधायोगः योगः युक् आगमः न भवति भगिनि, अतो युक् चिन्त कृतौ आम् भवति एव किल. अधि योगः इ न न अधा योगः इ इति सूक् इति स्थितिः, प्रथमपुरुष एकवचनं, आदन्तानां युकागमः स्यात् चिनीनिति नितीणिति कृति च आतो युक् चिन् कृतोः इति सूत्रम्, अनेन युक् आगमः भवति. अधा योगः अधाय योगः इ अतो गुणे इति सूत्रेण एकः गुणः भवति अधाये. किं कथं गुणः अत्र अकारः अस्ति, अकारः अस्ति, आकारः यकारः अस्ति किल, हल् स्वरः हल् हल्वर्क् अतः युक् आगच्छति केवलं यक् या अस्ति अदाये अदायि अदायि ओके अदायोगः वहे ईशाताम् प्रथमपुरुष द्विवचने I'm thinking it's a उत्तमपुरुष अदायोगः ईशाताम् अत्रापि अदायोगः अत्रापि युक् आगमः भवति अदायिषताम् अदायिषतां भवति ईशाताम् अदायिषन्त अदायिषत अन्त न भवति वा भगिनि अदिशत मध्यमपुरुषे अत्रापि अदाय अदाय योगः अस्ति अद्य इताः अधिष्ठाः भवति अधायिष्ठाः सर्वत्र युकागमः आदन्तम् अङ्गम् अस्ति किल अतः सर्वत्र युकागमः भवति एव अधिष्ठः अधिष्ठ अदायिषद्वम् अधायित्वं तत्र एव चिन्तनं भवेत् तत्र इणः शीद्वं लुङ्लिताम् इत्यनेन भवेत् भवति वा विभाषेटः इति अधायि इति अस्ति अङ्गम् इदानीम् इणः परः इट् अस्ति वा अथवा इण् उत्तरस्य लुङ् अस्ति वा इति तत्र केन सूत्रेण मूर्धन्य आदेश सत्यम् अतः अतः विभाषेतः इति विभाषेतः इण् उत्तरस्य इट् अस्ति अतः विभाषेतः इत्यनेन रूपद्वयं रूपद्वयम् अदायिद्वम् अदिद्वम् अद्यायिद्वम् अधायि इति अङ्गम् अनन्तरं तत्र अधायि इति अङ्गं तत्र यकारः इण् इण् परः इट् अनन्तरं लुङ् प्रत्ययः द्वम् अतः तत्र रूपद्वयम् इणः परः इट् तत्परः लुङ् तर्हि अदायिद्वम् अदायिड्वम् इति भवति खलु सत्यम् उत्तमपुरुषे अदायि योगः इषः इषि अदाय् सर्वत्र अदाय् इति अङ्गं स्वीकरोतु भगिनि युक् आगमः किल कित् आद्यन्तौ टकितौ अदायिषि आं भगिनि विद्या भगिनी किम् अत्र सि एव न इषि तत्र चिन्वद् चिन्वद् भाव चिन्वद् भावे वदति इषि इडागम इति इति च सत्यम् इषि इष्वहि इष्महि इत्येव तत्र सिद्धप्रत्ययः आं भगिनि उषा भगिनी अपक्षे उक्तवती भगिनी सी स्वहि स्महि उक्तवती इदानीं भगिनी इषि इष्वहि इष्महि वदति अवगतं किल समीचीनं तत्र यद् शास्त्रीयभागः अस्ति तद् पुनः पठनीयं वा ईकारान्त ईकारान्त दातवः इदानीं मम मनसि आगतं गतकक्षायाम् अभ्यासकक्षायां तत्र तत्र उकार गुः इत्यस्य खलु तत्र गुः इत्यस्य अगु इति कथं केन सूत्रेण भवति इति ऊदुपदगोः इति नास्ति अत अच्चिपरे एव अस्ति इति अगु इष्ट इति खलु अगु अगु अगु सर्वत्र गुः धातोः तद् दीर्घः उदुपद तदेव तद् ऊदुपदगोः नास्ति तत्र ऊदुपदगोः तत्र अचिपदे खलु तत्र ऊदुपदगोः इति प्रायः तत्र अजादिप्रत्यये परे गोः इति रूपस्य प्रसक्तिः अस्ति चेत् तं बाधयितुम् ऊकार आदेशः भवति तदेव सत्यं सत्यं इडागम् अस्ति खलु ईश्य अस्ति खलु अतः सत्यं अतः तत्र देट् वास् नाट् द क्वश्चिन् महोदय देट् वास् सम् अदर् क्वश्चन् ऊदुपदगोः देट्स् वाट् बि सेड् ऊदुपदायाः गोहः इत्यनेन एव ऊकार आदेशः भवति परन्तु अगु इष्ट इति भवति अन्यत् अस्ति वा प्रश्नम् अन्यत् महोदय यदा पठामः तत्र मनसि आगच्छति तद् एतद् आवश्यकं वा चिन्तनं तद् पुनः तद् हूजल्भ्योहेर्दिः क्षम्यतां बीज तत्र सर्वत्र किं भवति इत्येव प्रश्नः अत्र अनिट् सेट् एतत् विषये अत्र अचलत् खलु उषा भगिनी कुटादि विषये एव खलु गतवर्गे भगिनि गतवर्गे गतकक्षायां भवती न आगतवती तत्र मया लिखितं भवत्याः नाम एव महोदय अत्र गः कुटादिभ्यो णित् इति अग्रे एव आगच्छति भगिनि गः कुटादिभ्यो कार्यं करोति अतिदेशसूत्रमस्ति आम् तद् इदानीमेव आगच्छति इदानीम् इकारान्त ईकारान्तदातवः इति तदेव पठित्वा समापयामः शास्त्रीयचिन्तनम् आवश्यकं चेत् अग्रिमकक्षायां पठामः बहु दीर्घम् अस्ति सर्वेषां तदां पठित्वा आगच्छन्तु अनन्तरं चर्चां कुर्मः तत्तु सम्यक् एव भवति तत्र विद्याभगिनी इकारान्त ईकारान्तः पठतु अनन्तरं समापयामः सहजबोधे लुङ् लकारः इति पाठस्य किञ्चित् फोटो प्रेषयतु भगिनि पाठस्य पूर्णतया अनन्तरं प्रेषयतु यदा समयम् अस्ति तदा प्रेषयतु अभिज्ञानं तत् सर्वं समाप्य प्रेषयतु नास्ति चिन्ता भगिनि नास्ति चेत् केवलम् एकवारं पठनीयं तावदेव, किमपि वयं त्यक्तवन्तः वा इति स्ट्रक्चर्ड् रूपेण भवति किल तदेव. आं भगिनी भवती एव पठतु, अनन्तरं समापयामः. इकारान्तः ईकारान्तः च दातवः. इकारान्त ईकारान्त च दातवः सिन् चिञ्ज् धातुः अनिट् रूपाणि परिशीलनीयानि. अचोन्यति अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे. अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति उकारान्त अत्र अचोनिति इति वयं जानीमः एव. अत्र अजन्तस्य अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति अत्र निमित्तं किम् अस्ति चेत् निति निति प्रत्यये परे अस्ति चेत् अत्र कार्यं भवति इति तत्र दत्तं. तत्र तावदेव खलु महोदय. अत्र चिन्वत् पक्षे केवलं चिन्वत् पक्षे रूपाणि वदतु भगिनि. चिञ्जि अचि योगः इ अचिञ्ज् योगः इ. अत्र ण्यकारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति. अचि एव तिष्ठति. अचि योगः इ अचि इति दीर्घं भवति वा महोदय? तावदेव वा? अचो अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः किल. अजन्त अङ्गम् अचि इति अजन्तम् अङ्गं, तस्य वृद्धिः भवति. ईकारस्य वृद्धिवर्णः चाय् भवति. चाय् चाय् अचै अचै अचै योगः इ ऐकारः ईकारः कः सन्धिः? अचायि आय् तत्र एचो यवायावः किल. सत्यम्. अतः रूपम् अचायि. हा द्विवचने द्विवचने अत्र शाताम् इति विशाताम् इति अस्ति. विशाताम् अत्र अत्रापि अनित् पक्षे खलु तत्र चिन्वत् पक्षे वदति. चिन्वत् पक्षे सत्यम्. अच अच अचायि वदतु भगिनि. वदामि. इदानीं तत्रापि अचि अचिन् योगः अनन्तरं ईशाताम् इति ईशाताम् इति अस्ति. अत्र अचायि शाताम् इति भवति वा महोदय? अचायि तत्रापि अचोनिति इत्यनेन वृद्धिः वृद्धिः भवति. वृद्धिः ऐकारः ऐकारः योगः ईकारः एचोयवायाव अचायि शाताम् प्रथमं सर्वत्र अचायि इति अङ्गं प्रथमं वृद्धिः भवति. अनन्तरम् एचोयवायावः इत्यनेन अयादेशः भूत्वा अचायि अचायि शाताम् अचायि शाताम् इति भवति. अनन्तरम् ईषत इति भवति. अचा ईषत इति भवति. अचायिषत तत्र तत्रापि सूत्रं द्वयमेव. अनन्तरम् अत्र इष्टाः इति भवति. अचा अचा अचायि प्रथमं भवति, वृद्धिः भवति. अनन्तरम् एचो यवा यावः इत्यनेन अचायिष्टाः इति भवति. अचायिष्टाः इति भवति. अनन्तरं तादृशमेव द्वितीयतकारः भूत्वा अचायिषाथाम् इति भवति. अनन्तरम् अत्र अत्र चिन्वत् पक्षे ईड्वम् इति भवति. अचा अचा ईशा अचा रूपद्वयं वा एकं रूपं वा तावदेव चिन्तनम् अत्र. तत्र इण् इण् पर इण् परः इट् अस्ति. अतः इण् परः इट् अस्ति चेत् इण् परे इट् इट् अस्ति चेत् अत्र विभाषेतः रूपद्वयं भवति. अचा अचा अचायिषद्वम् अचायिद्वम् इति भवति सत्यं सत्यम् उत्तमपुरुषे अचायिद्वम् इति भवति रूपद्वयम् अनन्तरम् अत्र ईषि ईष्महि ईष्महि इति अस्ति अत्र अचायिषि अचायिष्महि अचायिष्महि इति भवति सत्यं सम्यक् तावदेव केवलं विभाषेटः वा इणः शीद्वं लुङ्लिटां दो अङ्गात् वा इति चिन्तनं तावदेव तदेव एकवारं पश्यामः चेत् सर्वं सम्यक् भवति समीचीनम् अतः तत्र शास्त्रीयचिन्तनं भवन्तः पठन्तु अग्रिमसप्ताहे ऊकारान्त ऊकारान्तः दातवः तस्मात् पठामः धन्यवादः महोदय अस्तु अस्तु समीचीनम् धन्यवादः भगिनि धन्यवादः धन्यवादः आम् अभिनन्दनानि भगिनी